सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विधांस्तु विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रथमविषयः अस्ति तत्र छानज् पत्यान्तानाम् अभ्यासः। तत्र बहु किमपि कृतवन्तः, केवलं तत्र अभ्यासत्रयम् एव अस्ति यस्य समाप्तिः, येषां समाप्तिः कृत्वा तत्र गीतासोपानस्य द्वितीयभागस्य अपि तत्र समाप्तिः भवति। तर्हि तत्र आरम्भं कुर्मः। तर्हि तत्र कुत्र स्मः? अस्तु, तत्र पेज् 176 मध्ये। तर्हि तत्र उषा भगिनी भवती एव आरम्भं करोति वा? मध्ये तत्र सुजाता भगिनी नमस्कारः। नमस्ते महोदय। हर्षिता भगिनी नमस्कारः। नमस्ते। नमस्कारः। पेज् 176 आमाम्। अस्तु। गोपिकाः कृष्णस्य शिरोबाधानिवृत्तिं कामयमानाः सन्ति। तत्र मिक्ष् कामयमानाः इति शानजं रूपमस्ति। समीचीनं। हा, तर्हि तत्र क्रियापदरूपेण वदतु तर्हि तत्र किम् अस्ति? गोपिकाः कृष्णस्य शिरोबाधनिवृत्तिं कामयमानाः सन्ति। कृष्णः शिरोवेदनया कम्पमानः अस्ति, अतः ते कम्पमानः नास्ति। तत्र शानज् पदं किमस्ति भगिनि? कामयमानः अस्ति महोदय। कामयमानाः, तत्र वचनं किम्? कामयमानाः इति पदस्य बहुवचनम् अस्ति। बहुवचनं, समीचीनम्। अपि तत्र लिङ्गं किम् अस्ति? कामयमानाः स्त्रीलिङ्गमस्ति। स्त्रीलिङ्गमस्ति, तर्हि तत्र कीदृशपदम् अस्ति? तत्र विशेषणम् अस्ति वा किम्? शिरोबाधननिवृत्तिं कामय पदं न महोदय, विशेषणं नास्ति तत्र। विशेषणं नास्ति, तर्हि तत्र अन्वयः कुत्र भवति पदस्य? कामयमानाः इति नाम तत्र गोपिकाः कामयमानाः सन्ति। अस्तु अस्तु, इदानीम् एकनिमिषः। गोपिकाः कामयमानाः सन्ति सन्ति, तर्हि तत्र कामयमानाः इति तत्र सन्ति इति क्रियापदं, कर्तृपदं किमस्ति? एकनिमिषम्। कर्तृपदं गोपिकाः अस्ति। गोपिकाः, गोपिका इति कर्तृपदं, समीचीनम्। इदानीं कामयमानाः इत्युक्ते किं? तत्र वाक्ये तस्य कार्यं किम्? गोपिकाः कामयमानाः सन्ति, विशेषणं विशेषम् अस्ति तत्र। गोपिकाः न इति उक्तवती पूर्वं, इदानीं विशेषणम् इति, समीचीनं। तर्हि हा, अस्तु। तर्हि तत्र चन्द्रः शोभते, चन्द्रः तत्र चन्द्रः शोभते, चन्द्रः शोभमानः अस्ति, तथैव गोपिकाः कामयमानाः सन्ति इत्युक्ते तत्र क्रियापदरूपेण वदतु तर्हि? यथा चन्द्रः शोभते, चन्द्रः शोभमानः अस्ति, तथैव गोपिकाः कामयमानाः सन्ति इत्युक्ते गोपिकाः कामयमानाः, गोपिकाः कामयमानाः सन्ति। तत्र अस्तु, तत्र अन्य कोऽपि सहायं करोतु तर्हि? तत्र अस्तु, तत्र शोभा भगिनी, चन्द्रः शोभमानः अस्ति इत्युक्ते चन्द्रः शोभते। तर्हि गोपिकाः कामयमानाः सन्ति इत्युक्ते गोपिकाः कामयन्ति अथवा कामयन्ते, कामयन्ति इति न भवति खलु, शानज् अस्ति खलु, तत्र कर्तरिप्रयोगे इति उक्तवान् खलु। न कर्तृ एव किन्तु कामयमानाः सन्ति तर्हि सत्यं सानेज् अस्ति चेत् तत्र आत्मनेपदी खलु कामयन्ते इति एव खलु तत्र चुरादिगणीयधातुः महोदय उभयपदी अस्ति ओ अयं कामयमानाः इति अस्तु किन्तु अस्तु समीचीनं धन्यवादः भगिनि अस्तु इदानीं तर्हि उषा भगिनी तर्हि कामयन्ते किं कामयन्ते गोपिकाः गोपिकाः कृष्णस्य शिरोबाधननिवृत्तिं कामयन्ते निवृत्तिं कामयन्ते कामयन्ते समीचीनं तर्हि तत्र कामयन्ते इति तत्र सकर्मक अकर्मक क्रियापदं किम् सकर्मक महोदय सकर्मक कर्मपदं किम् अस्ति शिरोबाधननिवृत्तिं शिरोबाधनिवृत्तिवृत्तिं तर्हि साक्षात् निवृत्तिम् अस्ति निवृत्तिं कामयन्ते कस्य निवृत्तिं बाधायाः निवृत्तिं बाधायाः कीदृश नाम शिरोबाधायाः निवृत्तिं कामयन्ते कस्य शिरोबाधनिवृत्तिं कृष्णस्य शिरोबाधनिवृत्तिं कामयन्ते समीचीनं उत्तमम् अस्तु अग्रे तर्हि तत्र हर्षदा भगिनी अग्रे आम् गोपिकाः नारदम् अनुवर्तमानाः शयनस्य कृष्णस्य निकुञ्जं प्राप्तवत्यः अनुवर्तमानाः इति शानजन्तपदम् अपि च शयानस्य अपि शानजन्त च पदम् गोपिकाः नारदम् अनुवर्तन्ते नारदम् अनुवर्तन्ते समीचीनं गोपिकाः नारदम् अनुवर्तन्ते समीचीनम् अपि तत्र कृष्णः कीदृशः अस्ति शयान कृष्णः शयाननिकुञ्जे शयानः आसीत् तत्र नारदम् अनुवर्तमानाः गोपिकाः प्राप्तवत्यः नाम निकुञ्जं प्राप्तवत्यः समीचीनम् निकुञ्जं प्राप्तवत्यः यत्र कृष्णः आसीत् कृष्णस्य निकुञ्जं प्राप्तवत्यः समीचीनं भगिनि तथैव अस्ति अस्तु उत्तमम् अस्तु अग्रे सरामः तर्हि महोदय तर्हि मया दोषाय उक्तं महोदय तत्र चुरादिगणीय नास्ति क्षम्यतां भवादिगणीय एव ओ इति वा कामयमानः यथा भवान् उक्तवान् कामयन्ते एव भवति तत्र कामयन्ते इति अस्तु भगिनि धन्यवादः धन्यवादः महोदय अस्तु अग्रे सरामः तर्हि तत्र अग्रे सुजाता भगिनी तत्र अग्रिम अभ्यासम् आरम्भं करोति वा आं महोदय अत्र पाठे नमस्ते महोदय अत्र पाठे दत्तानां शानजन्तानां शब्दानां त्रिषु लिङ्गेषु रूपाणि लिखिता शयाना अस्ति उदाहरणमस्ति शयान शयानः शयाना शयानं तदेव यतमानं समीचीनं द्वितीयमपि करोतु प्रार्थयमानं समीचीनम् तत्र बालकाः सन्ति चेत् किं रूपं भवति बालकाः बालकाः यतमानाः सन्ति यतमानाः सन्ति समीचीनं यतमानाः सन्ति बालिका अस्ति चेत् बालिका यतमाना सन्ति अस्ति अस्ति न न भगिनी नमस्कारः अग्रे भगिनी वदति वा पल्लवी भगिनी नमस्कारः पुल्लिङ्गे आरभमाणः स्त्रीलिङ्ग आरभमाणा नपुंसकलिङ्गे आरभमाणम् आरभमाणं समीचीनं तर्हि तत्र कवि अस्ति चेत् कवि आरभमाण अस्ति बहुवचने कवयः आरभमाणाः सन्ति समीचीनम् अस्तु अग्रे मोदमानः मोदमानः मोदमाना मोदमानम् अस्तु तर्हि तत्र गुरुः अस्ति चेत् किं भवति गुरुः गुरुः मोदमानः समीचीनं लता अस्ति चेत् लता मोदमाना अस्ति लता मोदमाना अस्ति समीचीनं भगिनि अस्तु हा अग्रे तत्र नरेश महोदय अग्रे धन्यवादः खिद्यमान खिद्यमानः खिद्यमाना खिद्यमानम् तर्हि तत्र शिशुः किं शिशुः शिशुः खिद्यमानः अस्ति अस्तु समीचीनं बहुवचने शिशवः खिद्यमानाः सन्ति समीचीनम् अपि तत्र बालिका बालिका खिद्यमाना अस्ति अस्ति अस्तु महोदय अग्रे जिज्ञासमानः जिज्ञासमाना जिज्ञासमानम् तर्हि विषयः विषयः विषयः जिज्ञासमानः अस्ति पुस्तकं पुस्तकं जिज्ञासमानम् अस्ति बहुवचने पुस्तकानि जिज्ञासमानानि सन्ति हा अस्तु समीचीनं महोदय अस्तु वंशीसुधा भगिनी नमस्कारः मध्ये तत्र उमा मीनाक्षी भगिनी अग्रे तत्र त्वरमाणः इति नमो नमः त्वरमाणः त्वरमाणा त्वरमाणम् त्वरमाणम् त्वरमाणः अस्ति छात्राः त्वरमाणाः सन्ति तत्र छात्राः त्वरमाणाः सन्ति पुल्लिङ्गं स्त्रीलिङ्गं द्वयमपि आगच्छति स्त्रीलिङ्गे तत्र नदी नदी त्वरमाणा अस्ति द्विवचने नदी त्वरमाणे क्षम्यतां हा नद्यौ त्वरमाणे स्तः हा उत्तमं भगिनि हा बहुवचने नद्यः त्वरमाणाः सन्ति इति अस्तु समीचीनं भगिनि अस्तु अग्रे अग्रे चिन्वानः चिन्वाना चिन्वानम् तर्हि तत्र पुष्पाणि पुष्पाणि पुष्पाणि चिन्वानानि सन्ति पुष्पं चिन्वानम् अस्ति चिन्वानम् अस्ति समीचीनं भगिनि अस्तु अग्रे लज्जमान लज्जमानः लज्जमाना लज्जमानम् वधूः वधूः लज्जमाना अस्ति बहुवचने लज्जमाने स्तः वध्वा वध्वः न वधूः वध्वौ वध्वः वध्वः लज्जमानाः सन्ति समीचीनं भगिनि तत्र बालकः न लज्जमानः अस्ति इति बालकः न लज्जमानः अस्ति इति भवति खलु बालकः न लज्जमानः अस्ति अलज्जमानः आगच्छति वा प्रायशः न जानामि प्रायशः भवेत् समीचीनं भगिनि अस्तु समीचीनम् अस्तु अग्रेसरं धन्यवादः भगिनि अस्तु निवेदिता भगिनी नमस्कारः नमो नमः नमस्कारः भगिनि नमो नमः। अस्तु अग्रे तत्र वंशसुधभगिनी गतवती किं मन्ये। अस्तु समीचीनम्। अग्रे तत्र अहं पठामि वा? हा पठतु भगिनि, तर्हि इदानीं तत्र सप्तम। क्रियापदस्य उचितस्य शानचन्तरूपस्य पुरतः चिह्नं लिखत, योग्यमिति चिह्नं लिखत। उदाहरणं लम्बते, लम्बान, लम्बमानः, लम्बन्, लम्बमानः उचितमस्ति, सेवन्, सेवमानः, सेवानः तथा च सेवन्, सेवमानः उचितम् अस्ति। किञ्चित् वदतु किमर्थम् इति। आत्मनेपदे क्रियापदमस्ति, मुगागम भवति, मुगागम भवति, सेवमानः इति उचितं रूपं, सेवमानः, सेवमान, सेवमानम्। समीचीनं। मुगागम किमर्थं भवति? तत्र सेव सेव मध्ये अकारः अस्ति, ते पूर्वं ऋष्वकारः अस्ति। हा समीचीनं। सेव ते, अतः ते पूर्वं ऋष्वकारः अस्ति इति कृत्वा मुगागमः भवति, सेव मानः इति एव रूपम् अस्ति। समीचीनं भगिनि। हा अस्तु, द्वितीयमपि करोति वा? शयानः, शेते, शयानः, शयमानः, शयन्, अत्र शयानः उचितमस्ति। शेते मध्ये एकारः अस्ति, ते पूर्व एकारः अस्ति, अतः रूपं शयानः इति भवति। शयानः, शयाना, मुगागमः नास्ति, शयानः, शयाना, शयानम् इति भवति। समीचीनं भगिनि। हा उत्तमम्। अस्तु अग्रे उषा भगिनि। हा समीचीनं भगिनि। स्मयते, स्मयते, स्मयानः, स्मयन्, स्मयामानः, स्मयमानः, स्मयमानः, स्मयते, अकार अस्ति तत्र, स्मयते, अतः स्मयमानः, स्मयमानः। तत्र स्मयन् किमर्थं भवति इति वदतु। स्मयन्, स्मयन् तत्र न भवति महोदय, शानजन्तरूपं न अस्ति तत्र। किमर्थं, किमर्थं शानजन्तरूपं न, स्मयन् कीदृशरूपम् अस्ति? स्मयन् शत्रन्तरूपम् अस्ति। हा शत्रन्तरूपं न भवति वा स्मयते इति क्रियापदस्य? शानजन्तरूपं वदनीयं न महोदय तत्र, किन्तु स्मयन् इति किमर्थं न कर्तुं शक्नुमः, अथवा किमर्थं दोषः अस्ति तत्र? मुगागमः न भवति तत्र, मुगागमः इति नास्ति। शानजन्तरूपम् अस्ति अस्ति चेत् मुगागमः आगच्छति, अथवा आन इति तकारात् पूर्वं क्रियापदस्य तकारात् पूर्वम् अकारः अस्ति चेत् मुगागमः ऋत्वाकारः आगच्छति। यदि ऋत्वाकार अन्य कोऽपि स्वरः अस्ति चेत्, ऋत्वाकारः नास्ति चेत् न भवति, न भवति। समीचीनं। तर्हि समीचीनं। तर्हि स्मयानः, स्मयमानः तयोः मध्ये भवति किं सम्यक् इति वदति? स्मयामानः, स्मयामानः न, स्मयमानः, स्मयमानः इति। समीचीनं भगिनि। हा तथैव अस्ति, किन्तु तत्र स्मयन् किमर्थं न भवति? शत्रन्तरूपं केवलं खलु, किन्तु एतद् आत्मनेपदी धातुः, एषः आत्मनेपदी धातुः अस्ति इति कृत्वा स्मयन् इति रूपं न सिद्ध्यति। अस्तु समीचीनम्। अग्रिमं कुरुते, तत्रापि कुरुते तकारात् पूर्वं कुरु उकारः आगच्छति, अतः मुगागमः न आगच्छति। कुर्वाणः, कुरवाणाः, कर करमाणाः इति रूपं दत्तमस्ति, तत्र तु कुर्वाणः एव भवति. हा, कुर्वाणः इति रूपं समीचीनम्. अस्तु भगिनि, उत्तममस्ति. अस्तु अग्रे शोभा भगिनी अग्रे. आं महोदय, अधीते अधीते तत्र अधीयानः, अधीयमानः, अधीयानः इति किं तत्र एतेषाम् एतेषु अधीयानः इति भवति यतोहि अधीते इति आत्मनेपदी धातुः शानच् भवति, अपि च ते पूर्वम् ईकारः दीर्घ ईकारः अस्ति, ह्रस्वाकारः नास्ति, अतः तत्र मुगागमः न भवति, अतः अधीयानः इति रूपं भवति. तत्र अधीयमानः तत्र मुगागमः अस्ति, अधीयानः इति अशुद्धरूपम् अस्ति. धातोः तत्र ह्रस्वैकारः, धातोः परिवर्तनं जातं, परिवर्तनं जातं तत्र. दीर्घ इकारः भवेत् इति भवेत्. समीचीनं भगिनि. अस्तु अग्रिमं. शोभते इति अस्ति, तत्र शोभते पुनः आत्मनेपदी धातुः, ते पूर्वम् अकारः ह्रस्वाकारः, अतः तत्र मुगागमः भवति, अतः तत्र शोभमानः इति रूपं शुद्धम्. शुद्धमस्ति, समीचीनं भगिनि. हा अस्तु अग्रे, धन्यवादः. अग्रे हर्षदा भगिनि. आं महोदय, मन्यते ते पूर्व ह्रस्वाकारः अस्ति, अतः मन्यमानः इति भवति. खिद्यते तदेव महोदय, खिद्यमानः इति भवति. हा, तत्र खिद्यानः किमर्थं न भवति, खिद्यमानः किमर्थं न भवति? यतः ते पूर्व ह्रस्व अकारः अस्ति खलु, द्य इत्युक्ते द अधिक य अधिक अ, ह्रस्व अकारः अस्ति, अतः खिद्यमानः इति भवति, खिद्यानः खिद्यमानः न भवति. न भवति, समीचीनं भगिनि. अस्तु अस्तु, धन्यवादः भगिनि, समीचीनम्. अस्तु अग्रे नरेश महोदय. कम्पते कम्पते कम्पते अत्र कम्पानः अस्ति, कम्पमानः अस्ति, कम्पयानः अस्ति. अत्र कम्पमानः सम्यक् अस्ति. अत्र शानजन्तुरूपं ते पूर्वम् अकारः अस्ति, अतः मुगागमं भवति, कम्पमानः अस्ति. अस्तु समीचीनम्. अस्तु अग्रे ऊहते, अत्र ऊहमानः अस्ति, ऊहानः अस्ति, ऊह्वानः अस्ति. अत्रापि ते पूर्वम् अकारः अस्ति, अतः ऊहमानः सम्यक् अस्ति. समीचीनं महोदय. अस्तु समीचीनम्. अग्रे तत्र सुजाता भगिनी अग्रे पठति वा. आं महोदय, एतानि वाक्यानि बहुवचने परिवर्तयत. शिशुः शयानः अस्ति, शिशवः शयानाः सन्ति. उदाहरणमस्ति, भक्तः देवं सेवमानः अस्ति, भक्ताः देवं सेवमानाः सन्ति. भक्ताः देवं सेवमानाः सन्ति. समीचीनं भगिनि. अग्रे पल्लवी भगिनि. धन्यवादः. धन्यवादः भगिनि. छात्रा अधीयाना अस्ति, छात्राः अधीयानाः सन्ति. छात्राः अधीयानाः सन्ति, समीचीनं सन्ति, समीचीनम्. अग्रे निवेदिता भगिनि. आम्, अहं प्रतीक्षमाणः भवामि, वयं प्रतीक्षमाणाः भवामः. भवामः, समीचीनं भगिनि. धन्यवादः भगिनि. अग्रे त्वं त्वरमाणः असि, त्वं युवां यूयं त्वरमाणाः ठ. असि असि स्थ न असि कः सः? कोऽपि स्मरति वा तत्र? अस्तिः सन्ति, असि सः सः, अस्मि सः स्मः. त्वं स्वरमाणः असि, युवां स्वरमाण स्वरमाणौ स्थः, यूयं स्वरमाणाः स्थ. समीचीनं भगिनि. अस्तु अग्रे उषा भगिनि. भवान् वर्धमानः भवतु, भवन्तः वर्धमानाः भवन्तु. समीचीनं. शोभा भगिनि. भवती सर्वदा यतमाना भवतु, भवत्यः सर्वदा यतमानाः भवन्तु. भवतु. समीचीनम्. अग्रे हर्षदा भगिनि. एधमानः बालः चलति, एधमानाः बालाः चलन्ति. चलन्ति. समीचीनं. नरेश महोदय अग्रे. डयमानः पक्षी दूरं गच्छति. अत्र डयमानाः बहुवचने पक्षिणः दूरं गच्छन्ति. पक्षिणः नत्वं पक्षिणः नत्वं पक्षिणः दूरं गच्छन्ति. समीचीनं महोदय. अस्तु अग्रे निवेदिता भगिनी अग्रे. आम्. स्मयमानः युवकः अवदत्, स्मयमानाः युवकाः अवदन्. अवदन्. समीचीनम्. अस्तु अग्रे पल्लवी भगिनी अग्रिमम् अग्रिम अभ्यासः. यथोचितं योजयत. कम्पमानः प्रथमा एकवचनम् अस्ति, तर्हि नारदः कम्पमानः. नारदः कम्पमानः. नारदः. समीचीनं भगिनि. अस्तु अग्रे तत्र सुजाता भगिनी. स्मर्यमाणं स्मर्यमाणम् औषधम् औषधम् अस्ति. समीचीनं भगिनि. उषा भगिनी अग्रे. खिद्यमानं कृष्णं. खिद्यमानं कृष्णं. समीचीनम्. शोभा भगिनी. आं महोदय. प्रार्थयमानाः अथवा तत्र प्रार्थयमानाः तत्र वेदना इति अस्ति. किं करणीयं तत्र महोदय? क्षम्यतां. तत्र मेच् करणीयं भगिनि, तावदेव. अस्तु अस्तु. प्रार्थयमानाः बहुवचने अस्ति इदानीम्, अतः तत्र प्रार्थयमानाः इति बहुवचने नारदाः नारद एव प्रार्थयमानः तत्र. न न, नाम प्रथमस्तम्भे यत् पदमस्ति तेन तत्र द्वितीयस्तम्भे किं पदं समीचीनं भवति इति, तत्र विशेषणविशेष्यम् इति. अतः कम्पमानः कः इत्युक्ते तत्र नारदः कम्पमानः अस्ति. स्मर्यमाणं किं भवेत्? कृष्णपत्न्यः. तदेव तत्र बहुवचनम् अस्ति. प्रार्थयमानाः कृष्णपत्न्यः. पत्न्यः इति भवति. क्षम्यताम्. तत्र सम्यक्तया योजयत इति उक्तम्. अतः महोदय प्रार्थयमानाः धन्वन्तरादयः. कृष्णपत्न्यः तु लज्जमानाः भवेत् खलु? न न न न न न, ते लज्जमानाः न भवेयुः तत्र. ओ न न जानामि, किन्तु यद् अत्र पुराणपुस्तके तत्र केवलं तत्र कृष्णपत्न्यः इति एव दत्तमस्ति भगिनि अत्र. महोदय महोदय धन्वन्तरी आदयः प्रथम शब्दं नास्ति पुस्तके. द्विवारं कृष्णम् इति शब्दम् एव, किन्तु अत्र पुस्तके केवलं तत्र कृष्णपत्न्याः इति एव दत्तमस्ति भगिनि बहुवचने. परन्तु कृष्णपत्न्या तु लज्जमानाः सत्यं सत्यं किन्तु किं कुर्मः अस्तु अस्तु तत्र कथायाः अनुसरणं कुर्मः अभ्यासस्य वा अस्तु अस्तु अस्तु अस्तु अग्रे भवति एव अग्रे अग्रे उच्यमानं वचनम् उच्यमानं वचनं समीचीनं वचनं नरेश् महोदय अग्रे शोभमानेषु शोभमानेषु सप्तमी बहुवचनं निक् निकुञ्जेषु शोभमानेषु निकुञ्जेषु इति अस्ति समीचीनम् अस्तु निवेदिता भगिनि आम् व्यथमानाः प्रायशः तत्रापि कृष्णपत्नी एकमेव अस्ति तत्र बहुवचने कृष्णपत्न्यः तत्र अतः तत्र किं पदं तत्र वेदना वेदना भवेत् वेदना तु वर्धमाना कृष्णं द्विवारं दत्तमस्ति अतः पुराणपुस्तके कृष्णं द्विवारं दत्तमस्ति अस्तु अस्तु महोदय नूतनपुस्तके तथा नास्ति अतः अहं भ्रमिता अभवत् अस्तु अस्तु भगिनि अभवत् समीचीनं भगिनि पुरातनपुस्तके कृष्णम् इति द्वितीयस्तम्भे कृष्णमिति द्विवारं दत्तमस्ति अत्र नूतनपुस्तके महोदय शोभमानेषु अनन्तरं लज्जमानाः अस्ति द्वितीयस्तम्भे तत्र धन्वन्तरातर्यादयः इति एकः शब्दः अस्ति अतः अहम् उक्तवती लज्जमानः कृष्णपत्न्यः प्रार्थयमानाः धन्वन्तर्यादयः इति अहम् उक्तवती अस्तु समीचीनम् अस्तु अन्तिमं तत्र पल्लवी भगिनी अन्तिमम् वर्धमाना वेदना वेदना इति भवति अस्तु समीचीनम् अस्तु इदानीं तत्र तावत् एव अस्तु तर्हि तत्र अग्रे उमा मीनाक्षी भगिनी तत्र अग्रे सूक्तिः अस्ति कुत्र अस्ति शयानं चानुषेतेः नास्ति एव तत्र महोदय नास्ति वा नास्ति अस्माकं पुस्तके नास्ति मुद्रणे अस्ति महोदय सम्यक् भगिनि किन्तु अस्माकं पुस्तके तत्र सूक्तिः इति अस्तु अस्तु ओ तत्र एकमेव वाक्यं द्वे वाक्यद्वयम् एव अस्तु अहं चिन्तितवती शीर्षिका अस्ति तदनन्तरं किमपि सूक्ति कापि सूक्तिः इति तदेव अस्तु अस्तु अस्तु अस्तु अस्तु आं भगिनि तदेव अस्ति शयानं चानुशेतेः तिष्ठन्तं चान्तिष्ठति अनुधावति धावन्तं कर्म पूर्वकृतं नरम् शयानं च अनुशेतेः तिष्ठन्तं च अनुतिष्ठति न अवगतं शयानम् अनुशेते तिष्ठन्तं च अनुतिष्ठति तत्र शयानम् इति तत्र विभक्तिका शयानम् इति अस्ति तत्र विभक्तिका भगिनि द्वितीया एकवचनं द्वितीया समीचीनं तत्र अनुशेते अनुशेते नाम यः शयानः अस्ति तम् अन्यः अनुशेते नाम तत्र एकः शयानः अस्ति इति दृष्ट्वा अन्यः अपि तत्र शयानं करोति द्वितीयं तिष्ठन्तम् अनुतिष्ठति अनुतिष्ठति यः तिष्ठति तं तिष्ठन्तं तत्र तिष्ठन् इति पदस्य द्वितीयं तिष्ठन्तं शत्रन्तरूपं तिष्ठन्तं च अनुतिष्ठति. तत्र अनुसरणं खलु, तत्र क्रियायाः अनुसरणम्. एका क्रिया अस्ति, द्वितीया क्रिया समानक्रिया भवति चेत् अनु इति वदामः खलु. हा खलु, नाम शेते अनुशेते शयानः अस्ति तम् अन्यजनाः अपि अनुसरति, अतः तत्र समानक्रिया भवति इति कृत्वा अनुशेते इति वदामः. एकः शेते, द्वितीयः अपि सः अपि शेते, अतः तत्र प्रायः यशः इति मन्ये महोदय. यशः इति नास्ति भगिनि अत्र, इत्युक्ते तत्र द्वितीयवाक्यम् अनुधावति धावन्तं कर्म पूर्वकृतं नरम् इति उक्तवान् इदानीम्. अस्तु अस्तु, किन्तु प्रथमवाक्यं न न, तत्र प्रथमवाक्ये एव यशः शयानं च अनुशेते हि तिष्ठन्तं च अनुतिष्ठति इति न भवति वा महोदय? तत्र यशः तं न आगच्छति, किन्तु यः कर्म कुर्वन् अस्ति तस्य पश्यामः भगिनि. अस्तु महोदय, अस्तु पश्यामः. हा अस्तु, तर्हि तत्र शयानं यः करोति तं दृष्ट्वा तस्य अन्यजनाः पृष्ठ तस्य तम् अनुसरति, नाम तस्य पृष्ठभागे अन्य कोऽपि अस्ति इति चिन्तयतु. तम् अनुसरति नाम केवलं तत्र साक्षात् पृष्ठभागे नास्ति, किन्तु क्रियारूपे अनुसरणं करोति, सः अनुशेते. अन्य कोऽपि तिष्ठन् अस्ति तं दृष्ट्वा, तं तिष्ठन्तं दृष्ट्वा अन्य कोऽपि तत्र अनुतिष्ठति, नाम तस्य पृष्ठतः सः अस्ति. एतत् लोके भवति खलु, यदि वयं पश्यामः कोऽपि शयनं करोति चेत् वयमपि अस्तु गत्वा निद्रां कुर्मः इति आगच्छति खलु. कोऽपि अस्ति चेत् सः अथवा सा किमर्थम् अत्र अस्ति, किं भवति अत्र इति वयमपि तिष्ठामः तत्र तादृशम्. इदानीं द्वितीयवाक्यं तत्र किम् अस्ति, अन्य कोऽपि पठेत् तत्र द्वितीयवाक्यं. यस्य पार्श्वे पुस्तकम् अस्ति खलु, तर्हि शोभा भगिनी भवती एव पठतु तर्हि. आं महोदय, अनुधावति धावन्तं कर्मपूर्वकृतं नरं धावन्तं तत्र पुनः प्रथमतया तत्र सोपानेन गच्छामः. तत्र क्रियापदं किमस्ति? अनुधावति. अनुधावति, समीचीनं. कर्तृपदम्? अनुधावति धावन्तं कर्म पूर्वकृतं नरं, कर्मपूर्वकृतं नरं तत्र नरं. हा किं महोदय? अस्तु अस्तु, नरं विभक्ति का? नरम् इति तत्र द्वितीयविभक्ति विभक्तिः. नरम् अनुसृत्य इति तत्र अनुधावति धावन्तं नरं. तर्हि नरम् इति द्वितीयविभक्ति, समीचीनं. धावन्तं नरम् इति किं महोदय? नरम् इति समीचीनं, धावन्तं नरं. अतः तत्र धावन्तमपि कर्म इति किं भवति? कर्म अपि तत्र द्वितीया एव. तर्हि कर्तृपदं किम् अस्ति तत्र? कर्म अनुधावति वा? अस्तु, पूर्वकृतं कर्म नरं तत्र धावन्तम् अनुधावति वा अथवा धावन्तं नरम् इति धावन्तं नरं तत्र धावन्तं नरं कर्म अनुधावति पूर्वकृतं कर्म, धावन्तं नरं पूर्वकृतं धर्म अनुधावति इति वा महोदय? हा तत्र भगिनि तत्र किं भवति, तत्र कर्म इति प्रायशः तस्य उपयोगः द्विवारं कर्तुं शक्नुमः, नाम कर्म पूर्वकृतं नाम नरः कर्म करोति, अतः तत्र अपि इदानीं पूर्वकृतं कर्म अस्ति. आम् कर्म कीदृशं तत्र पूर्वकृतम् इति अस्ति, किन्तु तत्र नरम् इति अस्ति खलु, तत्र तर्हि तत्र किं भवति, पूर्वकृतं कर्म नरेण नरेण कृतं कर्म पूर्वकृतं कर्म तद् अतः तत्र किं भवति, अपि नरः धावति, धावन् अस्ति, धावन् नरः धावन् अस्ति, अतः धावन्तं नरम् अनुधावति, अनुधावति अनुसृत्य धावति, पूर्वकृतं कर्म धावन्तं नरम् अनुधावति. नाम तत्र अन्य कोऽपि तत्र प्रसिद्ध उदाहरणमस्ति भगिनि, तत्र नाम तत्र अस्माकं कर्म अस्माकं पृष्ठतः एव अस्ति, यत्रापि वयं गच्छामः अस्माकं कर्म तत्र न तत्र अनुसरति एव इति. न अनुसरति इति वा महोदय? न अनुसरति, सर्वदा अनुसरति, अनुसरति सर्वदा अनुसरति, सर्वदा अनुसरति. यदि वयं धावामः कर्म अपि अनुधावति. किन्तु तथा एव यदि वयं शयनं कुर्मः तर्हि कर्म अपि शयनं करोति, यदि वयं तिष्ठामः तर्हि कर्म अपि तिष्ठति इति तत्र प्रायश तादृश सामान्यरूपे तत् प्रायश तद् भवति भगिनि, तादृशं भवति. तत्र प्रसिद्ध श्लोकः अथवा तत्र किमपि अस्ति, अहम् इदानीं न स्मरामि, तत्र तत्र उपमानं तत्र अस्ति, तत्र किं तत्र अनेकाः धेनवः सन्ति, सहस्रसहस्र धेनवः सन्ति, किन्तु तत्र तत्र लघु धेनुं तत्र किं वदन्ति, तत्र नाम किं, वत्स, वत्स, वत्स सहस्रसहस्राः धेनवः सन्ति चेत् वत्स निःसंशयेन तत्र अत्र इत्र इतस्ततः न पश्यति, कुत्र तस्य माता अस्ति इति ज्ञात्वा तत्रैव गच्छति. सहस्रशः धेनवः सन्ति किन्तु वत्स जानाति मातरं जानाति, माता कुत्र अस्ति जानाति, वत्सः तत्र किं स्ट्रेट् लैन् इति तत्र तत्र संशय एव नास्ति तस्य मनसि, मातरं प्राप्नोति. तथैव अस्माकं कर्म अपि, यद्यपि वयम् अनेकानेक जन्मानि यापयामः तथापि अस्माकं कर्म अस्माकं प्राप्नोति, वयं कुत्र स्मः तत्र आगच्छति इति. तत् अहं न स्मरामि कुत्र आसीत् इति, कोऽपि स्मरति वा एतादृश वाक्यद्वयं कुत्रापि श्रुतं वा, यदहम् उक्तवान् तद् अवगच्छन्ति वा? आं महोदय. महोदय इत्युक्ते नरं कदापि कर्म न त्यजति इति भवति इति भगिनि सत्यं. महोदय वदतु भगिनि. यथा नरस्य पूर्वकृतं कर्म अस्ति तथा सः तस्य फलं प्राप्नोति इति सूक्त्याः अर्थः अस्ति वा? सत्यं भगिनि, नाम तत्र कर्म अस्ति एव, तस्य फलं यदा यदा भवति तत्र कारणं, यदा तत्र तस्य फलस्य समयः भवति तदा कर्मस्य फलं भवति. सत्यं नाम तत्र तथैव अस्ति भगिनि, अतः तत्र कर्म अनुसरति एव तत्र. छायावत् महोदय, वदतु भगिनि. छायावत् शाडो षडो इव सत्यं सत्यं सत्यं भगिनि हा तथैव अतः तत्र न न त्यजति एव अस्माभिः सह गच्छति सर्वत्र गच्छति मृत्यानन्तरमपि आगच्छति अतः तत्र यदा फलं फलस्य समयः आगतः तदा फलं दास्यति इति अस्ति अस्तु समीचीनम् अतः तत्र सर्वेषाम् अभिनन्दनानि अभिनन्दनानि महोदय भवतः कृते अपि अतः तत्र किं तत्र वर्षद्वयं वा इदानीं तत्र अस्माकं वर्गः वर्ग वर्षत्रयं वा वर्षद्वयं वा त्रयं नास्ति महोदय द्वयमेव अस्तु अस्तु द्वयं हा अस्तु तर्हि समीचीनं नवम्बर् 20 10th नवम्बर् वि स्टार्टेड् महोदय इति वा भगिनि अस्तु गीतासोपनस्य द्वितीय वा अस्तु अस्तु तर्हि तत्र वर्षद्वयमेव अस्तु समीचीनं हा अस्तु तर्हि तत्र इदानीं तदा परीक्षा कदा भवेत् तत्र परीक्षा भवति चेत् समीचीनमेव इति मन्ये किन्तु इदानीं न मास्तु अद्य मास्तु किन्तु परीक्षारूपेण किमपि अग्रे कुर्मः यतोहि तत्र मनसि तिष्ठेत् नो चेत् तत्र सर्वं गच्छति अतः तत्र मध्ये मध्ये पुनः पुस्तकस्य पठनं कुर्वन्तु गीतासोपनस्य यद्यपि तत्र अहं गीतासोपनं प्रथमवारं तत्र प्रायशः किं 2013-2014 मध्ये पठितवान् तदनन्तरं सर्वं विस्मृतवान् वर्गः यदा अभवत् तदा पुनः स्मरणम् अपि अवगमनं जातम् अतः तत्र बहुवारं तत् पठनीयमस्ति पुस्तकं तर्हि इदानीं तर्हि अग्रे सरामः तर्हि तत्र अतः तत्र नूतनपुस्तकं गीताप्रवेशः इति तर्हि तस्य उद्घाटनं कुर्मः तर्हि आरम्भं कुर्मः सर्वेषां पार्श्वे अस्ति अस्ति खलु गीताप्रवेशः आं महोदय अस्तु तर्हि अस्तु तर्हि तत्र PDF अस्ति PDF अस्ति चेदपि चलति भगिनि हा चिन्ता मास्तु मम समीपे नास्ति PDF ओ PDF नास्ति वा किन्तु क्रेतुं शक्नोति खलु भगिनि तत्र संस्कृतभारत्याम् आमामाम् हा मम समीपे अस्ति शोधनम् आवश्यकम् अस्तु अस्तु अस्तु तत्र हा किन्तु तत्र पुस्तकं साक्षात् पुस्तकम् अस्ति चेत् लाभः मम समीपे पुस्तकम् अस्ति किन्तु तस्य शोधनम् आवश्यकम् अस्ति मम कृते ओ अस्तु अस्तु भगिनि अस्तु अस्तु इदानीम् अवगतं हा पूर्वम् अहं चिन्तितवान् अस्तु पुस्तकम् अस्ति हा तद् मम कृते अपि बहुवारं भवति पुस्तकम् अहं जानामि गृहे अस्ति किन्तु कुत्र इति तत्र अस्तु तर्हि तत् तर्हि आरम्भं कुर्मः इदानीं तत्र एतावत् वयं किं किं पठितवन्तः इत्युक्ते तत्र लकाराणां विषये पठितवन्तः विभक्तयः पठितवन्तः एतत् सर्वं तत्र शानद् शत्रन्तरूपम् अव्ययम् एतत् सर्वं पठितवन्तः किन्तु अस्मिन् पुस्तके तत्र गीताप्रवेशे तत्र सन्धिः समासः इति तत्र मुख्यविषयः भवति तत्र सन्धिः तेषां तत्र सन्धेः तत्र स्वरसन्धिः व्यञ्जनसन्धिः विसर्गसन्धिः तत्सर्वं तदनन्तरं तत्र सतिसप्तमीप्रयोगः कथं भवति इति अपि अस्ति तदनन्तरं समासः तत्पुरुषसमासः बहुव्रीहिसमासः द्वन्द्वसमासः एतत् सर्वं भवति पुनः तत्र यः विषयः वयम् अस्माभिः इदानीं कृतः नाम शानज् प्रत्ययः तद् सः विषयः पुनः आगच्छति नाम एतावत् वयं तत्र शानज् केवलं तत्र कर्तरीरूपे कृतवन्तः गीताप्रवेशे तत्र कर्मणि शानज् कथं भवति इति अपि वयं पठामः तर्हि अतः तत्र एतत् सर्वं यदि अस्माकं मनसि अस्ति चेत् तदा गीताप्रवेशद्वितीयभागे किं भवति प्रत्येकश्लोकस्य अध्ययनं कर्तुं शक्नुमः तत्र प्रत्येकस्मिन् श्लोके ये अंशाः व्याकरण अंशाः सन्ति तत्सर्वं वयं ज्ञातुं शक्नुमः तेन तत्र वाक्यस्य सम्यक् अवगमनं अस्माकं भवति. अतः एव तत्र गीतासोपानभागद्वयं, तदनन्तरं तत्र गीताप्रवेशे तत्र ये तत्र किञ्चित् प्रौढव्याकरणांशः नाम सन्धिसमासः इति दत्तं, तदनन्तरं तत्र गीताप्रवेशद्वितीयभागे तृतीयभागे तत्र द्वितीयभागस्य भागद्वयम् अस्ति इति मन्ये. तत्र गीता भगवद्गीतायाः साक्षात् श्लोकानां तत्र व्याकरणांशाः सर्वं तत्र दत्ताः सन्ति. अस्तु तर्हि आरम्भं कुर्मः. तत्र उमा मीनाक्षी भगिनी आरम्भं करोति वा? हा करोमि. ओके. नारायणं नमस्कृत्य सन्धिविषयम् एतं पाठं सावधानम् उच्चैः पठत. नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्. अग्रे पठामि. एकवारं पठतु. श्रीमद्भगवद्गीता महाभारते अन्तर्गतः कस्यचन भागः. भीष्मपर्वणि एष भागोऽस्ति. एषः भागः अस्ति विभजनम्. भगवन्तं नारायणं मनुष्येषु श्रेष्ठम् अर्जुनं देवीं सरस्वतीं व्यासमहर्षिं च नमस्कृत्य ततः जयः इति ग्रन्थस्य वाचनं करणीयम् इत्येतस्य श्लोकस्य अर्थः. समापय. अस्तु अस्तु भगिनि, धन्यवादः. अन्य कोऽपि अग्रे पठेत्? धन्यवादः भगिनि. अस्तु अग्रे तत्र सुजाता भगिनी पठति वा अग्रे? आं महोदय. एषः भारते प्राचीनकालात् आगतः सम्प्रदायः. महाभारतस्य एव पूर्वं जयः इति नाम आसीत्. गच्छता कालेन बहूनां योजनेन सह एव महद्रूपं प्राप्य महाभारतम् इति विख्यातम् अभवत्. हा विख्यातम् अभवत्. समीचीनं भगिनि. हा अस्तु अग्रे तत्र पल्लवी भगिनी अग्रे पठति वा? महाभारते अष्टादश इत्यस्याः सङ्ख्यायाः अतीव प्राशस्त्यम् अस्ति. कटपयादिसङ्ख्याक्रमेण जयशब्दः अष्टादशसङ्ख्यां निर्दिशति. महाभारतग्रन्थे अष्टादशपर्वाणि सन्ति. महाभारतयुद्धे अष्टादश अक्षौहिण्यः युद्धं च प्रवृत्तम् अष्टादशदिनानि यावत्. गीतायाम् अध्यायानां सङ्ख्या अपि अष्टादश. तत्रत्याः अष्टादशाध्यायाः अपि अस्मान् जीवनमार्गं बोधयन्ति. गीतायाः अध्ययनम् अस्माकं ज्ञानदायकं भवतु. एतस्मिन् पाठे स्थूलाक्षरैः मुद्रितानि पदानि संहितानि सन्ति. आवरणे पदविभागः अपि दर्शितः अस्ति. समीचीनम्. अस्तु तर्हि इदानीं अस्तु अग्रे तर्हि तत्र हर्षदा भगिनी तत्र आरम्भतः किञ्चित् वदति वा वाक्यद्वयं स्वीकृत्य श्रीमद्भगवद्गीता इति तत्र पङ्क्तिशः तत्र एकमेकं वाक्यं पठित्वा अर्थः कः इति स्वशब्दैः किञ्चित् वदतु. श्रीमद्भगवद्गीता महाभारते अन्तर्गतः कश्चन भागः. महाभारते कृष्णभगवान् अर्जुनम् उपदिष्टवान् तत् श्रीमद्भगवद्गीता इति उच्यते. अतः श्रीमद्भगवद्गीता इति महाभारतस्य एव कश्चन भागः अस्ति. अन्तर्गतः नाम अन्ते महाभारतस्य अन्ते आम् महाभारतस्य अन्ते अन्ते अस्ति कश्चन भागः अस्ति श्रीमद्भगवद्गीता. समीचीनम् अस्तु अग्रे. भीष्मपर्वणि एषः भागोऽस्ति. भीष्मपर्वणि एषः भागः अस्ति. महाभारते पर्वाः सन्ति खलु, पर्वाणि सन्ति खलु, ततः भीष्मपर्व यत् पर्वं यत् अस्ति तत्र भगवद्गीता इति भागः अस्ति भीष्मपर्वणि. हा तत्र पर्वण् इति अस्ति इति मन्ये खलु, तत्र स्मरति लिङ्गं किम् इति पर्व इति तत्र पर्वन् इति अस्ति महोदय. नपुंसकलिङ्गपदं वा किं नपुंसकलिङ्ग महोदय नपुंसकलिङ्ग इति मन्ये महोदय. हा तर्हि तत्र रूपाणि किमस्ति पर्व एकवचने द्विवचने बहुवचने पर्व पर्वणि पर्वाणि. हा पर्वाणि. हा तर्हि तत्र कति पर्वाणि सन्ति हर्षदभगिनी? अष्टादश. अष्टादश हा पर्वाणि. हा समीचीनं. हा पर्वाणि तेषाम् एक तेषाम् एक भीष्मपर्व इति पर्व अस्ति. भीष्मपर्वणि भगवद्गीता अन्तर्भूता अस्ति. तत्र पर्वणि पर्वाणि भेदः कः? पर्वणि इति सप्तमी एकवचन. हा समीचीनं. पर्वाणि इति प्रथमा द्वितीया बहुवचन. हा उत्तमं भगिनि. हा तावदेव अस्तु समीचीनं. धन्यवादः. अस्तु अग्रे शोभा. आं महोदय. भगवन्तं नारायणं मनुष्येषु श्रेष्ठम् अर्जुनं देवीं सरस्वतीं व्यासमहर्षिं च नमस्कृत्य ततः जयः इति ग्रन्थस्य वाचनं करणीयम् इति इत्येतस्य श्लोकस्य अर्थः. हा तर्हि तत्र भगवन्तं तत्र भगवन्तं नारायणम् अर्जुनम् एतादृशम् अर्जुनं यः मनुष्येषु श्रेष्ठः अस्ति तम् अपि च सरस्वतीदेवीम् अपि च व्यासमहर्षिं च नमस्कृत्य तान् नमस्कृत्य ततः जयः इति ग्रन्थस्य, यतोहि तत्र महाभारतम् इति पूर्वं जयः इति नाम्ना ज्ञातं. जयः इति ग्रन्थस्य वाचनं करणीयम् इति एतस्य श्लोकस्य अर्थः. इत्युक्ते पारायणं. हा वाचनम् इति हा पारायणं महाभारतस्य पारायणं कर्तुं पूर्वं भगवद्गीतायाः पारायणं. भगवद्गीता. हा अस्तु अस्तु. हा ओ समीचीनं. तत्र जयः तत्र द्वयमपि अस्तु महाभारतस्य इति एव. हा महाभारतस्य पारायणं पारायणात् पूर्वं नारायणं नमस्कृत्य इति श्लोकम् उक्त्वा अग्रे पारायणं करणीयम् इति. हा नाम श्लोकस्य अर्थः श्लोकस्य अर्थः एव. पूर्वं भगवन्तं तत्र भगवान् नारायणः अपि मनुष्येषु श्रेष्ठः अर्जुनः देवी सरस्वती अपि व्यासमहर्षि ये सर्वे ये सन्ति तान् नमस्कृत्य करणीयं, यतोहि तत्र व्यासमहर्षिणा लिखितम् अपि च देवी सरस्वती विद्यादेवी अतः अपि च तत्र महाभारते प्रमुखाः कृष्णः अपि अर्जुनः एव यतोहि तत्र अर्जुनस्य उपदेशः अभवत् अर्जुनाय उपदेशः अभवत् भगवद्गीता इति अतः तान् नमस्कृत्य पारायणीयम् इति उक्तम् नाम तत्र गुरुः भगवान् अस्ति शिष्यः अर्जुनः अस्ति विद्या अस्ति सरस्वती अपि ऋषिः वेदव्यासः अस्ति अतः तत्र सर्वे सन्ति तत्र गुरुः अस्ति शिष्यः अस्ति देवी अस्ति ऋषिः अपि अस्ति अतः समीचीनमस्ति अतः तत्र तान् नमस्कृत्य तदनन्तरं ग्रन्थस्य पारायणं करणीयं तत्र अनियर् प्रत्ययः तस्य विषये अपि तत्र अस्मिन् पुस्तके भवति अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र नरेशमहोदय अग्रे एष भारते प्राचीनकालात् आगतः सम्प्रदायः प्राचीनकालात् आगतः पञ्चमी विभक्ति अस्ति एष भारते सम्प्रदायः किमस्ति परम्परा अस्तु अस्तु एतत् प्राचीनपरम्परा अस्ति नाम तत्र यद् पूर्वजैः कृतम् अस्ति तत्र संस्कृतिः सर्वं सम्प्रदायः इति वदामः तद् सः अस्मिन् भारते दत्तः अस्ति नाम तत्र सम्प्रदायं ज्ञातुं शक्नुमः वयं महाभारतस्य अध्ययनेन तत्र परम्परा इति तत्र ह्यः एव तत्र तत्र किञ्चित् अभवत् तत्र नाम परम्परा इति कोऽपि वदति वा तत्र अर्थः कः इति परम्परया आगतम् इति अस्ति इत्युक्ते गच्छता कालेन किमपि संस्कारः अथवा विद्या अथवा किमपि एकस्मिन् वंशे आगच्छति चेत् अथवा एकस्मिन् जनाङ्गे देशे आगच्छति चेत् तां परम्परा इति तत्र पूर्वं यदासीत् तत्र पूर्वमस्ति अपि पूर्वं तत्र वयं पठितवन्तः खलु तत्र गीतासोपने पूर्वः परः इति खलु परः इति युधिष्ठिरः पूर्वः अस्ति अर्जुनः परः अस्ति तर्हि तत्र परः तदनन्तरम् अन्यः परः इति कृत्वा परम्परया इति परम्परा परम् इति तत्र परम् इति तस्य आवलिः सः एव परम्परा खलु परम्परा पूर्वं ज्ञातुं पूर्वैः किं कृतम् इति ज्ञातुं कथं ज्ञातुं शक्नुमः परम्परया ज्ञातुं शक्नुमः तत्र अतः परम्परा भवेत् नो चेत् तत्र पूर्वजैः किं कृतम् इति वयं न ज्ञातुं शक्नुमः अस्तु समीचीनम् अस्तु अग्रे महोदय महाभारतस्यैव पूर्वं जयः इति नाम आसीत् महाभारतस्य पूर्वम् अस्य नाम जयः आसीत् गच्छता कालेन बहूनां कथोपकथादीनां योजनेन स एव महद्रूपं प्राप्य महाभारतमिति विख्यातम् अभवत् पूर्वं तु अन्य कोऽपि करोतु एकनिमिषमध्ये अस्तु तर्हि तत्र निवेदिता भगिनि वदति वा अत्र अहं केवलं श्रोतुं शक्नोमि तर्हि नरेश महोदय भवान् एव वदतु पूर्वं तु अस्य नाम जया आसीत् गच्छता कालेन बहूनां कथोप कथादीनां योजनेन स महारूपं महाभारतम् इति महाभारतं विख्यातम् अभवत्। परं किमपि कथाम् अभवत् तत् तदपरान्त् तत्र तस्य नाम महाभारतम् अभवत्। समीचीनं महोदय। हा हा, तत्र तत्र अस्तु, तत्र अन्य कोऽपि अपि किञ्चित् वदतु तर्हि तत्र कः वदति महोदय? अत्र वाट्साप् मध्ये पेज् स्थापितवती पृष्ठम्। ओ धन्यवादः भगिनी, अहं चिन्तितवान् हा तद् यदि कुर्मः उपयोगः भवति इति। हा तर्हि तत्र धन्यवादः भगिनी। हा निवेदनं प्राप्तवती वा? तर्हि तत्र पल्लवी भगिनी किञ्चित् वदति वा, महाभारतस्यैव पूर्वं जयः इति नाम आसीत् इति? आमां, महाभारते एकः ग्रन्थः आसीत्, तस्य नाम जयः आसीत्। परन्तु यदा गच्छता कालेन बहुना लघुकथा, कथा, उपकथा, दीर्घकथा, तत् योजनं अभवत् कथानाम् उपकथानां योजनम् अभवत् इति कृत्वा तत् ग्रन्थं महत् रूपं प्राप्तवान्। अथ तस्य नाम महाभारतम् इति अधुना विख्यातमस्ति। तस्य नाम महाभारतम् इति विख्यातम् अस्ति। विख्यातम् किमर्थं नपुंसकलिङ्गे अस्ति? विख्यातं महाभारतम् इति विशेषं, तस्य विशेषणम् अस्ति, अतः तत्र महाभारतम् इति एतत् विख्यातम् अभवत्। हा समीचीनं। हा अस्तु, अग्रे तत्र उषा भगिनी अग्रे। आं महोदय, महाभारते अष्टादश इति अस्याः सङ्ख्यायाः अतीव प्राशस्त्यम् अस्ति। प्राशस्त्यमिति महत्त्वम् इति मन्ये महोदय। समीचीनं भगिनि। अष्टादशसङ्ख्याः इत्युक्ते अष्टादशसङ्ख्यायाः महत्त्वम् अस्ति महाभारते। कटोपकटपयादिसङ्ख्याक्रमेण जयशब्दः अष्टादशसङ्ख्यायां निर्दिशति, संख्यां निर्दिशति कटपयादिसङ्ख्याक्रमेण जयशब्दः अष्टादशसङ्ख्यां निर्दिशति। नाम तत्र जय इति शब्दः अस्ति, किन्तु जय इति शब्देन सङ्ख्यां प्राप्तुं शक्नुमः। तत्र कथम् इत्युक्ते तत्र परम्परा अस्ति, तत्र कटपयादि सङ्ख्याक्रमः अस्ति। तत्र कटपयादि इत्युक्ते किम् इति, तत्र कुत्र न पेज् 199 पश्यन्तु। तत्र अन्तिम उत्तराणि पूर्वं यत् पुटमस्ति तत् पश्यन्तु। आं महोदय। हा पुरा भारते इति न महोदय? हा हा, तत् तर्हि किञ्चित् पठतु भगिनि तर्हि। पुरा कटपयादिसङ्ख्या, पुरा भारते गणितस्य प्राधान्यम्। एकनिमिषः भगिनि, एकनिमिषः, तत्र शोभगिनी कृपया एतस्य पुटस्य अपि करोमि महोदय। धन्यवादः भगिनि, चिन्ता नास्ति महोदय। वदतु भगिनि। पुरा भारते गणितस्य प्राधान्यम् आसीत्, तस्य श्लोकरूपेण प्रतिपादनं भवति स्म। तदर्थं सङ्ख्यानां प्रतिपादने केचन क्रमाः आविष्कृताः तेषु कटपयादिसङ्ख्या कश्चित् क्रमः ककारादीनाम् एवं प्रकारेण सङ्ख्या निर्दिष्टा वर्तते. तत्र व्यञ्जनानां महोदय तत्र खवर्गः चवर्गः इति अस्ति खलु, तत्र ख इति वर्णः अस्ति चेत् तस्य सङ्ख्या अस्ति एकः ख द्वे ग त्रीणि इत्यादि त्रीणि तत्र ण्य पर्यन्तं तत्र ण्य तु शून्यं भवति शून्यं पुनः ट ट इति आरभ्य एकं द्वे त्रीणि चत्वारि पञ्च इति आरभ्य न पूर्व पर्यन्तं तत्र न शून्यं भवति शून्यं पुनः प फ भ भ म इति पञ्चपर्यन्तं तदनन्तरं य र ल व श श स ह इति स्वराः तु तत्र तेषां संख्या अस्ति शून्यम् इति अस्ति. तर्हि तर्हि एतदस्ति समीचीनं भगिनि. तर्हि तत्र अन्य कोऽपि वदेत् तत्र इदानीं तत्र उमा मीनाक्षी भगिनी इदानीं तत्र जय इति पदस्य तत्र ज इत्युक्ते सङ्ख्या का या इत्युक्ते सङ्ख्या का अष्ट तु शून्य अस्ति एकनिमिषं य एक अतः तत्र स्वरः स्वराणां तत्र महत्त्वं नास्ति शून्यम् इति चिन्तयामः. तर्हि केवलं व्यञ्जनानां तर्हि ज इत्युक्ते अष्ट विपरीतरूपेण करणीयं सत्यं भगिनि प्रथमम् आगच्छति अष्टप्रथमं य अनन्तरम् अतः एकाशीतिः भवितव्यं परन्तु किन्तु तत्र तस्य विपरीतं विपरीतत्वेन वयं स्वीकुर्मः सत्यं भगिनि तथैव अस्ति. अतः जय इति ज इत्युक्ते अष्ट य इत्युक्ते एकं किन्तु एकाशीतिः भवेत् किन्तु वयं तत्र विपरीतत्वेन वदामः अतः अष्टादशः इति भवति. एतत् एषः एव क्रमः तत्र तत्र सङ्गीते अपि तत्र मेलकर्ता इति रागक्रमः अस्ति खलु तत्र अपि तत्र प्रत्येकरागस्य नाम दृष्ट्वा प्रथमवर्णद्वयं स्वीकृत्य यदि कटपयादिसङ्ख्यां कुर्मः तत्र रागस्य सङ्ख्यां प्राप्नुमः वयम्. एतत् नाम तत्र वेङ्कटमुखी एतं क्रममेव अनुसृत्य तत्र मेलकर्ता तत्र तद् रचितवान् तत्र नामकरणं सर्वम् अस्ति. अतः तत्र कटपयादिसङ्ख्यानां तत्र प्रामुख्यं तत्र बहुत्र दृश्यते तत्र कटपयादिसङ्ख्या. अतः तत्र किं करणीयं तत्र दृष्ट्वा व्यञ्जनानां सङ्ख्यां क्रमेण कृत्वा तदनन्तरं विपरीतत्वेन यदि कुर्मः तत्र सङ्ख्यां प्राप्नुमः जय इति तत्र अष्ट तदनन्तरम् एकः किन्तु विपरीतत्वेन कुर्मश्चेत् तत्र अष्टादशः इति प्राप्नुमः. अतः एव तत्र जय इति शब्दः अष्टादश अष्टादशसङ्ख्यां निर्दिशति. एतादृशं तत्र भवन्तः तत्र कर्तुं शक्नुमः तत्र किं किम् अस्ति इति सङ्ख्यां सर्वं दृष्ट्वा तत्र तत्र प्रायशः तत्र महाभारतः इति तत्र तत्र प्रायशः तदपि एकवारं तत्र पठामश्चेत् समीचीनं भवति इति मन्ये. तर्हि तत्र शोभभगिनी भवती पठति वा तत्र 99 मध्ये तत्र कानिचन उदाहरणानि प्रदर्श्यन्ते इति अन्तिम कानिचन उदाहरणानि प्रदर्श्यन्ते महाभारत इति शब्दो वर्तते. शब्दः वर्तते तत्र पञ्च अक्षराणि सन्ति तेषु म इत्यस्य पञ्च ह इत्यस्य अष्ट भ इत्यस्य चत्वारि र इत्यस्य द्वे ता इत्यस्य षट् संख्या इति संख्याः भवन्ति कटपयादि इति क्रमेण तेन पदेन ओ तत्र किं तत्र 58,426 इति भवति महोदय संख्या संख्या इति संख्या सिद्ध्यति किन्तु संख्यानां वामनो गतिः इति नियमः वामतो गतिः वामत इत्युक्ते तत्र वामतः वामतः गतिः इति नियमात् 62,485 इति एषा संख्या प्राप्यते एषा महाभारतशब्दात् कटपयादिसङ्ख्याक्रमेण प्राप्ता संख्या इति तर्हि तत्र प्रथमं व्यञ्जनानां संख्यां दृष्ट्वा तान् नीत्वा तदनन्तरं विपरीतरीत्या परिवर्तनं कृत्वा संख्यां प्राप्नुमः इति अस्ति भगिनि तर्हि तत्र यत् संख्या तत्र जया इत्यनेन प्राप्नुमः तदस्ति अष्टादश इति सिद्ध्यति इति भवति अतः तत्र एतत् सुलभमेव क्रमः सुलभः एव तत्र अतः तत्र एकवारं यदि पश्यामः तत्र किमस्ति एक तत्र ककारात् आरभ्य ञपर्यन्तं तर्हि तत्र दश व्यञ्जनानि किन्तु दशमस्य शून्यम् इति शून्यं पुनः तत्र दकारात् ञकारात् पर्यन्तं एकं द्वे त्रीणि किन्तु न इति तस्य शून्यं तदनन्तरं पप भब म एक द्वे त्रीणि चत्वारि पञ्च तदनन्तरं यारलाभ शः तत्र तु एकात् अष्टपर्यन्तं भवति अतः तत्र मनसि स्थापितुं शक्नुमः खलु तत्र सुलभः एव अस्ति तत्र वाक्यद्वयं नयामः खलु महोदय तत्र व्यञ्जनानाम् आवल्यां तत्र कवर्गीया चवर्गीया इति कचटतप इति तत्र कवर्गीया चवर्गीया चवर्गीयस्य अन्ते शून्यं पुनः टवर्गीयात् टवर्गीयपर्यन्तं तत्र अन्ते शून्यं किन्तु पवर्गीया तत्र पञ्च इति भवति अन्ते तदनन्तरं यक यवर्गीयः अपि तत्र यारलाव शश सः इति भवति अतः तत्र अतः एव तत्र कटप य इति अस्ति नाम आरम्भे ककारः ककारात् दशव्यञ्जनानि टकारात् दशव्यञ्जनानि पकारात् पञ्च यकारात् अष्ट अतः कटपय अतः तत्र यस्मात् आरम्भः भवति तस्य सूचना तत्र अस्ति अतः एव कटपय आदिसङ्ख्या कटपयादिक्रमः सङ्ख्याक्रमः इति उच्यते अतः तत्र कटपय ततः आरभ्य सङ्ख्या तत्र एकं द्वे त्रीणि इति गणनं करणीयं किन्तु केवलं तत्र सिङ्गल् डिजिट् इति कृत्वा तत्र यदि दशं भवति तत्र शून्यम् इति चिन्तनं तावदेव अस्तु तर्हि तत्र इदानीं जानीमः तर्हि तत्र जय इति शब्दः अष्टादशसङ्ख्यां निर्दिशति इति अस्तु समीचीनम् अस्तु अग्रे तत्र सुजाता भगिनी अग्रे पठति वा अस्ति वा अस्तु नास्ति इति मन्ये अस्तु तर्हि पल्लवी भगिनी अस्तु तत्र निवेदिता भगिनी पाठं प्रति गच्छामः वा किं भगिनि पाठं प्रति गच्छामः वा तत्र आमामाम् सत्यं भगिनि पल्लवी भगिनि हा पाठं प्रति हा तर्हि इदानीं तत्र महाभारतग्रन्थे महाभारते अष्टादश तत्त्व अभवत् महाभारतग्रन्थे अष्टादशपर्वाणि सन्ति महाभारतयुद्धे अष्टादश अक्षौहिण्यः युद्धम् अकुर्वन् युद्धम् अकुर्वन् तत्र अकुर्वन् साक्षात् क्रियपदम् आमाम् अकुर्वन् कति अक्षौहिण्यः अकुर्वन् युद्धम् अकुर्वन् अष्टादशः अष्टादश तत्र कौरवाणां तत्र एकादश एकादश पाण्डवानां सप्त अक्षौहिण्यः इति तत्र युद्धम् अकुर्वन् युद्धं च युद्धं च प्रवृत्तम् अष्टादशदिनानि यावत् हा तत्रापि अष्टादशः अस्ति गीतायाम् अध्यायानां सङ्ख्या अपि अष्टादश अष्टादशः अस्ति हा तत्रत्याः अष्टादशाध्यायाः अपि अस्मान् जीवनमार्गं बोधयन्ति हा तत्र तत्रत्याः इत्युक्ते षष्ठी एकवचनं अष्टादश अध्यायः तत्र वचन तत्र विभक्ति का इति उक्तवती भवती षष्ठी एकवचनं क्षम्यता न न पञ्चमी पञ्चमी क्षम्यताम् तत्र अस्मात् पदं किम् क्षम्यतां न अवगतं न न क्रियापदं किमस्ति अस्मिन् वाक्ये बोधयन्ति बोधयन्ति अस्तु कर्तृपदम् अध्यायाः अष्टादश अध्यायाः तर्हि प्रथमविभक्ति प्रथमविभक्ति बहुवचनं तत्रत्याः नाम तत्र स्थिताः तत्र स्थिताः तत्र नाम भगवद्गीतायां स्थिताः अध्यायाः तत्रत्याः तत्रत्र तत्रत्यः जनः तत्रत्याः अष्टादश अध्यायाः तत्र अस्मान् जीवनमार्गं बोधयन् हा तत्र णिच् अस्ति इति कृत्वा तत्र किम् अस्ति बोधयन् बुद् इति धातुः खलु किन्तु बोधयन्ति तत्र निजन्तरूपं खलु अतः तत्र यथा वयं वदामः तत्र प्रेरणा बालकं पाठं पाठयति अथवा तत्र बालकं पाठ तत्र शालां प्राप्नोति तादृशं तत्र किमस्ति अत्र जीवनमार्गपदं जीवनमार्गम् इति कर्मपदम् अस्ति अस्मानपि अस्ति खलु हा तत्र अस्मान् प्रेरयति किं तत्र जीवनमार्गम् अतः तत्र जीवनमार्गस्य बोधन तत्र बोधयति अस्मान् जीवनमार्गं बोधयन्ति अष्टादश अध्यायाः अतः तत्र अध्यायानां तत्र अध्यायाः ये सन्ति तासाम् अध्ययनेन वयं जीवनमार्गः जीवने तत्र मार्गः कः इति तत्र ज्ञातुं शक्नुमः तत्र अग्रे जीवने किं करणीयमिति तत्र ज्ञातुं शक्नुमः हा गीतायाः अग्रे गीतायाः अध्ययनम् अस्माकं ज्ञानदायकं भवतु हा अस्माकं ज्ञानदायकं नाम ज्ञानम् अस्मा तत्र ददातु हा तत्र चतुर्थी विभक्ति बहुवचने अस्मत् शब्दस्य तत्र किं भवति अस्म तत्र अस्माकम् इति षष्टि अस्ति अस्माकं ज्ञानदायकं भवेत् किन्तु तत्र ददातु इति अस्ति चेत् तत्र मह्यं मह्यम् इति एकवचने बहुवचने अस्मभ्यम् इति अस्ति इति अस्मभ्यं वा महोदय धन्यवादः अहं विस्मृतवान् अतः एव पृष्टवान् अस्तु तर्हि तत्र द्विवचने किम् अस्ति आवाभ्याम् आवाभ्याम् अस्तु आवाभ्याम् अस्मभ्यम् अस्तु मह्यम् आवाभ्याम् अस्मभ्यम् अस्तु समीचीनं धन्यवादः अतः तत्र अस्मभ्यं ज्ञानं ददातु इति आशा इति अस्ति समीचीनं तर्हि तत्र अस्मिन् पाठे तत्र मूलविषयः अस्ति तत्र सन्धिः इति अतः तत्र एतावत् तत्र सन्धिः कः इति न उक्तम् अग्रिमवर्गे तत्र सन्धिः इत्युक्ते किम् अपि तत्र आरम्भे तत्र सन्धिमध्ये तत्र किं किं कार्यं भवति अपि तत्र माहेश्वरसूत्राणि कानि इति एतत् सर्वं पठामः आदेशः आगमः लोपः एतत् सर्वं पठामः तदनन्तरं तत्र स्वरसन्धिः इति तत्र प्रथमविधसन्धेः पाठं कुर्मः तर्हि तत्र मध्ये मध्ये तत्र सूत्राणामपि तत्र अध्ययनं कुर्मः इति आशा अस्ति पश्यामः तत्र हा तत्र कुर्मः इति आशा पश्यामः तत् कथं भवति इति अस्तु तर्हि तत्र समये अपि जातः एकनिमेष तत्र कोऽपि शान्तिमन्त्रं वदति तत्र शुभभगिनी वदति वा आं महोदय अद्य अयमेव मन्त्रं वदामि ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॐ समीचीनं समीचीनं भगिनि धन्यवादः धन्यवादः महोदय तर्हि अतः तत्र सर्वेषां कृते अभिनन्दनानि इदानीं तत्र गीताप्रवेशः सम्यक्तया पठामः इति प्रार्थनां कुर्मः अस्तु तर्हि धन्यवादः नमस्कारः अग्रिमवर्गे मिलामः किं भगिनि वाट्सप् ग्रूप् अस्ति चेत् नामपि योजयतु अहं तु इदानीं प्रवेशं कृतवती आमां भगिनि तत्र सङ्ख्यां ईमेल् द्वारा प्रेषयति वा सङ्ख्या ओ भगिनि आमामां भवती अस्तु अस्तु अहं नियोजयामि भगिनि अहं नियोजयामि अहं प्रेषयिष्यामि अस्तु भगिनि अस्तु अस्तु धन्यवादः